गतरविवासरे भ्वादिगणस्य विषये धात्वादेश इति विषय आसीत्। तत्र अस्माभिः किं किं पठितं, यत्र यत्र सम्पूर्णधातोः स्थाने किमपि नूतनम् आदेशः भवति तद् धात्वादेशः इति उच्यते। तर्हि अस्माभिः दृष्टं यत् प्रथमं तु इषु गमियमां छः इति सूत्रेण इष् गम् स्थाने गच्, यम् स्थाने यच् इति भवति। तदनन्तरं प्राघ्राध्मा स्थाम्ना दाण् दृशि अर्ति सर्ति षद् सताम् इति लौकिकधातूनां स्थाने पा स्थाने पिब, घ्रा स्थाने जिघ्र, ध्मा स्थाने धम, स्था स्थाने तिष्ठ, म्ना स्थाने मन, दाण् स्थाने यच्, दृशि स्थाने पश्य, अर्थ दृष्स्थाने पश्य, रिस्थाने रिच्, श्रीस्थाने धौ केवलं धावन अर्थे, श्रीस्थाने धौ, षड् स्थाने शीय, सद् स्थाने सीद् इति भवति। इति धात्वादेशस्य सूत्रद्वयमस्ति। तदनन्तरम् अस्माभिः मुख्यदृष्टं यत् इक्षितपौ धातुनिर्देशे इति वार्तिकमस्ति। तर्हि केवलं सूत्रेषु न तु लौकिकीभाषायां परन्तु केवलं सूत्रेषु धातु अनन्तरं यदि इक् प्रत्ययः आगच्छति अथवा ष्टिप् प्रत्ययः आगच्छति तर्हि तस्य अर्थं धातुनिर्देशः इति एव अस्ति, तस्य अन्य किमपि अर्थं नास्ति। तदनन्तरम् अस्माभिः दृष्टं यत् इक् प्रत्ययः तु केवलं धातुनिर्देशे एव भवति, तस्य अर्थं केवलं अलङ्कारकृते, तस्य अन्य किमपि प्रयोजनं नास्ति। परन्तु ष्टिप् यत् यः प्रत्ययः अस्ति तस्य छन्दीकरणं तु एकं प्रयोजनं तु अस्ति एव, परन्तु अन्यप्रयोजनम् अस्ति यङ्लुकि। तत्र यङ्लुकि मध्ये कुत्रचित् कानिचन कार्याणि भवन्ति, उदाहरणार्थं सम्प्रसारणं, तत् ष्टिप्रत्ययेन यदि धातुनिर्दिष्टः अस्ति तर्हि तत् कार्यं न भवति यङ्लुकि। परन्तु यङ्लुक् तस्य अत्र प्रसङ्गः एव नास्ति, यतोहि यङ्लुक् तु आर्धातुकप्रकरणे अस्ति, परन्तु अधुना तु वयं सार्वधातुकप्रकरणम् इति पश्यामः। अतः अत्र अपि ष्टिप् प्रत्ययस्य एकमेव प्रयोजनम् अस्ति, अलङ्करणम् इति। तर्हि इक् अथवा ष्टिप् उभय अपि अस्ति चेत् तस्य तयोः अर्थः अस्ति धातुनिर्देशः। अस्तु, तर्हि इदं तु अस्माभिः सर्वं दृष्टम्। इदानीम् अस्माकं नूतनविषयः अस्ति, इदानीं दंश सञ्ज स्वञ्ज रञ्ज इत्येषां न लोपः इति यदि वयम् इदानीं पश्यामः। तर्हि अस्तु, इदानीं कः अस्ति, विजयमहोदय अस्ति खलु? विजयमहोदय, अस्तु, विजयमहोदय पठतु। दंश संज स्वंज नमस्ते महोदय, मेरा अहं विलम्बेन आगता अस्मि, क्षम्यताम्। अस्तु, विजयमहोदय पठतु दंश संज स्वंज। नमस्ते महोदय, अहमपि किञ्चित् विलम्बेन आगतवती, सुमनस्मि। उदाहरणं सम्प्रसारम् इति समाप्तं खलु? तत् समाप्तं, सि पायिण्ट् सि अस्ति खलु, दंश संज स्वंज रञ्ज इत्येषां न लोपः। एतदेव खलु जि? आम्, पञ्च एतेषां नकारस्य लोपः भवति शपि परे। दंशः च रञ्जः च स्वञ्जः च तेषाम् इतरेतरद्वन्द्वः। दंशसञ्जस्वञ्जः तेषां दंशसञ्जस्वञ्चां दंशसञ्ज सञ्च स्वञ्जां षष्ट्यन्त्रं शपि सप्तमीयन्त्रं द्विपदमिदं सूत्रं स्यात् न लोपः स्यान् न लोपः इत्यस्मात् न लोपः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं दंश पञ्ज पञ्ज अङ्गस्य न लोपः शपि तत्र किं लिखितम् तत्र दंश सञ्ज पञ्ज एताम् एतेषां धातोः शपि परे अस्ति चेत् नकारस्य लोपः भवति दंशः सञ्जः च सञ्जः तेषाम् इतरेतरद्वन्द्वः अत्र अनन्तरं दंशसञ्ज सञ्ज्ञाम् इति षष्ट्यन्तरूपमस्ति अनन्तरं शपि सप्तम्यन्तमेव स्नात् नकारस्य लोपः स्नात् इत्यस्मात् उत्तरस्य न लोपः इति अस्य अनुवृत्तिः अङ्गसि इति अधिकारः अनुवृत्तिसहितसूत्रमेव तत्र तत्र स्नात् नकारस्य लोपः स्नात् उत्तरस्य नकारस्य लोपः एव तत्र स्नम् अत्र उत्सृष्ट मकारः गृह्यते तत्र स्नम् अत्र कोऽपि किमपि नास्ति अत्र भवादिगणः अस्ति खलु तत्र केवलम् अनुवृत्तिः अस्ति श्नात् न लोपः इति सूत्रेण न इति तस्य अनुवृत्तिः भवति न लोपः इति एव अस्ति एकनिमिषः हा तर्हि विजया महोदय किम् अर्थं वदतु केवलम् तत्र स्नात् इति स्नात् इति स्नात् न लोपः इत्युक्ते तत्र स्नात् इति उत्तरस्य तत्र न लोपः नकारस्य लोपः नास्ति नास्ति तत्र अत्र न लोपः इति केवलम् अनुवृत्ति अस्ति दंश स्वञ्ज सञ्जां शपि इति सूत्रस्य अर्थं वदतु दंश तत्र द्वन्द्वसमासमेव तत्र इतरेतरद्वन्द्वः अस्ति दंश इत्युक्ते अर्थम् अर्थं पृच्छामि वा जि एतत् विषये आम् केवलम् अर्थं वदतु सूत्रं किं वदति तत्र दंश सञ्ज् सञ्ज् एतेषां नकारस्य लोपः भवति शपि परे अस्ति चेत् नकारस्य नकारः अस्ति चेत् लोपः भवति सम्यक् तर्हि इदानीम् उदाहरणं पठतु उदाहरणं पठतु उदाहरणं पठामि तत्र दंश योगः शप् तत्र अनुस्वारस्य लोपः भवति दश इति आगच्छति अनन्तरं शप् इति अस्ति तत्र पकारस्य आलङ्क्यं तस्य लोपः इति सूत्रेण पकारस्य लोपः भवति शकारस्य लशत्व तस्थिति इति सूत्रेण शकारस्य लोपः भवति आ एव तिष्ठति दश योगः दश योगः आ दश इति दश योगः तिप् दशति इति भवति तथैव सञ्जमध्ये सजति भवति स्वञ्जमध्ये स्वजते भवति तर्हि प्रश्नः अस्ति अत्र एकं प्रश्नः अस्ति अत्र तु लिखितमस्ति दंश स्वञ्ज स्वञ्जां शपि इति नकारस्य लोपः परन्तु अत्र दंश सञ्ज स्वञ्ज अत्र नकारः कुत्र अस्ति तत्र पदेन तत्र मध्यं दंश एव अस्ति अनुस्वारः अस्ति हा अनुस्वारः अस्ति नकारः कुत्र अस्ति नकारः कुत्रापि नास्ति तर्हि सूत्रं कथं कार्यं करोति तत्र नक्षव्यपदान्तस्य प्रशान् इति सूत्रेण तर्हि वस्तुतः किमस्ति अत्र सर्वत्र दंश संज स्वंज अत्र तु मूलतः तु नकारः एव अस्ति परन्तु यथा महोदया उक्तं नश्च पदान्तस्य झलि इति सूत्रेण प्रथमं तु नकारस्य अनुस्वारः भवति तर्हि दंशमध्ये अनुस्वारम् आगच्छति तदनन्तरम् अनुस्वारस्य यः परसवर्णः इति सूत्रेण तत्र अनुस्वारस्य स्थाने वर्गस्य पञ्चमः वर्णः आगच्छति अतः सञ्ज् मध्ये चवर्गस्य पञ्चमवर्णः ञकारः आगच्छति स्वञ्ज् मध्ये चवर्गस्य पञ्चमवर्णः ञकारः आगच्छति यतोहि तत्र अन्ते तत्र नकारः नकारः एव अस्ति परन्तु वस्तुतः तत्र नकारः एव अस्ति मूलतः नकारः अस्ति अतः अस्य सूत्रस्य कार्यं भवितुं शक्नोति दंशयोगः शप् तत्र तत्र नकारस्य लोपः भवति शप् प्रत्यय परे अतः दशति सञ्ज् मध्ये सजति स्वञ्ज् मध्ये स्वजते इति अस्तु महोदय अग्रे पठतु रञ्जेश्च रञ्जेश्च रञ्ज् धातोः अपि नकारस्य लोपः भवति शपि परे रञ्जेः षष्ट्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं स्नात् स्नान् लोपः इत्यस्मात् न लोपः इत्यस्य अनिवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं रञ्जेः च अङ्गस्य न लोपः शपि तत्र रञ्जेः च इति सूत्रं तत्रापि नकारस्य लोपः भवति शपि परे तत्र नकारः मध्ये आगच्छति चेत् मध्ये आगच्छति अलोन्तस्य इति कार्यं रञ्ज् धातोः अपि नकारस्य लोपः भवति तथैव अस्ति रञ्ज् धातु मध्ये नकारस्य लोपः भवति शप् प्रत्यये तत्रापि अलोन्त्यस्य किमर्थम् आवश्यकता अस्ति अत्र तु लिखितमस्ति खलु नकारस्य लोपः नकारस्य लोपः एव भवति शपि परे अस्ति चेत् तत्रापि रञ्जिधातोः नकारस्य लोपः एव भवति अनन्तरम् अनुवृत्तिसहितसूत्रं रञ्जेः च अङ्गस्य न लोपति शपि इति अस्तु अग्रे पठतु महोदय अत्र रञ्जेश्च इति सूत्रे इक्ष्टिपौ इति इत्यनेन रञ्जी इति अस्ति वा तत्र अतः रञ्जे इति षष्ट्यन्तं पदं सत्यं तथैव अस्ति अथवा मूलधातु द्रष्टव्यं रञ्जी इति अस्ति खलु रञ्ज अतः उपदेशे अथवा उपदेशे धातु किमस्ति एकनिमिष धातुपाठे अहं महोदय चाट् मध्ये अहं रञ्ज इति अस्ति तर्हि अत्र इक् प्रत्यय अस्ति सत्यम् उत्तमम् अस्तु अग्रे पठतु महोदय रञ्जेश्च रञ्जेश्च दंशसंज्ञां शपि इति सूत्रयोः कार्यं समानमेव तत्र तर्हि रञ्जेः च इति पृथक् सूत्रं कुतः यतोहि यतोहि अग्रिमेषु सूत्रेषु रञ्ज् धातोः अनुवृत्तिः भवति किन्तु दंश संज् स्वञ्च एतेषां न भवति. अनुवृत्त्यर्थं पृथक् पृथक् कृतं पृथक् कृतं तत्र. उदाहरणमस्ति चेत् उदाहरणम् अपि अस्ति अत्र रञ् योगः चप् इत्युक्ते रन् रज् इति आगच्छति. नकारस्य स्थाने तत्र तत्र पञ्चमवर्णः ञकारः आगच्छति. एतत् तत्र लोपः भवति. अनन्तरम् अकारः एव शप् स्थाने अकारः एव अस्ति. अतः रज् योगः अकारः रज् योगः तिप् सिङ्गन्धपदं तिप् आगच्छति. तत्र ति एव तिष्ठति. एतत् सर्वं लोपः भवति. रज योगः ति तत्र रजति इति लट् लट् रूपं प्रथमपुरुषे एकवचनं लट् रूपं भवति परस्मैपदम्. अस्तु तर्हि धन्यवादः महोदय. तर्हि अत्र रञ्ज् योगः शप् मध्ये अत्रापि रजति भवति. यथा दशति भवति, सजति भवति, स्वजति भवति, तथा रजति भवति. नकारस्य लोपः भवति. अत्र रञ्जेश्च दंशस्वञ्जसञ्जानां शपि इति सूत्रयोः कार्यं समानमस्ति. परन्तु एकस्मिन् एव सूत्रे रञ्ज अपि पाणिनिना न लिखितं. यतोहि अग्रिमेषु सूत्रेषु केवलं रञ्ज इति धातोः अनुवृत्तिः भवति. दंश स्वञ्ज स्वञ्ज धातूनाम् अनुवृत्तिः न भवति. अतः पाणिनिना रञ्ज इति भिन्नसूत्रं सूत्रे लिखितम् इति वार्ता अस्ति. तर्हि अवगतं वा? आम् अवगतं. किन्तु किम् अर्थं महोदय? अधिकारसूत्रं नास्ति चेत् सम्पूर्णसूत्रम् अनुवृत्ति भवति इति कोऽपि नियमः नास्ति खलु? कोऽपि नियमः नास्ति, परन्तु भ्रमः भवितुं शक्नोति खलु. यदि यदि साक्षात् लिखितं नास्ति तर्हि भ्रमः भवितुं शक्नोति यत् अग्रिमेषु सूत्रेषु दंश अपि गच्छति वा, सञ्ज अपि गच्छति वा, स्वञ्ज अपि गच्छति वा, अथवा केवलं रञ्ज गच्छति. अतः किमपि कामेण्ट्री नास्ति. अतः वयं कथं जानीमः रञ्ज गच्छति वा रञ्ज पृथक् अस्ति, अतः रञ्ज न गच्छति, तदपि वयं न ज्ञातुं शक्नुमः खलु? सत्यमस्ति. तत्र कामेण्ट्री प्रायः भवति एव. परन्तु एतदेव पश्यतु खलु. पाणिनिना रञ्जेश्च भिन्नसूत्रं लिखितं. तर्हि किमर्थं लिखितमस्ति? तस्य कारणं किं? तत्र तस्य कारणं प्रायः भवति यत् अग्रिमेषु सूत्रेषु केवलं रञ्ज तस्य अनुवृत्ति. अतः वयम् ऊहां कर्तुं शक्नुमः यत् अग्रिमेषु सूत्रेषु केवलं रञ्ज तस्य अनुवृत्ति, नो चेत् तस्य आवश्यकता नास्ति. तद् दृष्ट्वा वयम् ऊहां कुर्मः. आम् अन्यथा तस्य आवश्यकता नास्ति खलु. भिन्नसूत्रस्य आवश्यकता नास्ति. अस्तु अग्रे गच्छामः. तर्हि दंश संज स्वंज रंज इति चतुर्षु धातुषु नकारस्य लोपः भवति शप् प्रत्यय परे. तर्हि पश्यतु अत्र केवलं शप् प्रत्यय परे लोपः भवति, शित् प्रत्यय परे लोपः न भवति, केवलं शप् प्रत्यय परे. तर्हि अस्माभिः दृष्टं खलु इषुगमीयमांचः पाघ्राध्मा इति सर्वत्र यत् अस्ति, इषुगमीयमांचः इति अस्ति, तत् शिति परे अस्ति. पाघ्राध्मा अपि शितिपरे अस्ति. तत्र तु कोऽपि शित् प्रत्ययः, परन्तु अत्र केवलं शप् प्रत्ययः, कोऽपि शित् प्रत्ययः तत्र भिन्नमस्ति किञ्चित्. अस्तु, इत्युक्ते भवादिगणे एव अथवा यत्र कुत्रापि शप विकरणप्रत्ययः आगच्छति, शत्रुशानस्य अपि भवितुं शक्नोति खलु. चुरादिगणे अपि अस्तु अग्रे गच्छामः. विजि महोदय अस्ति खलु? अग्रे पठतु. जब् जब् धातोः नुम् आगमः. उपदेशे अयं मूलधातुः जबि इति ईकारः अनुबन्धः, न तु इकारः. अतः इदितो नुम् धातोः इत्यनेन नुम् आगमो न भवति, परन्तु विशिष्टसूत्रम् अस्ति येन रद् झब् अनयोः धातोः नुम् आगमो विहितः। जप् धातोः जबि इति इकारः ह्रस्व इकारः, जबि इति दीर्घ इकारः अस्ति, किन्तु इदितो नुम् धातोः इति सूत्रेण नुम् आगमः भवति ह्रस्व इकार इति कारणेन। अतः अत्र दीयते सूत्रं जप् धातोः नुम् आगमः इति, अत्रापि नुमागमः भवति जप् इति धातुतः। अनेन अस्ति विशिष्टसूत्रम् अस्ति येन केवलं जप् नास्ति, रद् जब् अनयोः धातोः नुम् आगमः विहितः इति दत्तम्। पठतु सूत्रम्। रदि जपो रचि, रदि जपो रचि, रद् जप् अनयोः धातोः नुम् आगमो भवति अजादिप्रत्यये परे। अङ्गस्य इत्यनेन अङ्गकार्यम् इदम्, अतः अचि इत्युक्तौ अजादिप्रत्यये परे। रदिश्च जप्च तयोरित्रे इत्रे द्वन्द्वः, रदि जपौ तयोः रदि जपौ रदि जपोः षष्ट्यन्तम् अचि सत्यन्तं सप्तम्यन्तं द्विपदम् इदं सूत्रम्। इदितो नुम् धातोः इत्यस्मात् नुम् धातोः इत्यनयोः अनुवृत्तिः वचनपरिणामं कृत्वा धातोः अङ्गस्य अधिकारः अनुवृत्तिसहितसूत्रं रदि जपोः धातोः अङ्गयोः नुम् अचि। रदि जपो रचि इति अचि रद् रद् जप् इति अनयोः धातोः नुम् आगमोः भवति अचि परे। अचि इत्युक्ते अजन्त अजन्तप्रत्यये परे, रद् अपि च जप् इति धातोः नुमागमः भवति इति। अत्र रदि च जप् च इति इतरेतरे द्वन्द्वः, अचि इति सप्तम्यान्तं, रदिजपौ तयोः रदिजपोः, तदनन्तरम् इति तो नुम् धातोः इति सूत्रात् नुम् धातोः इति अनयोः अनुवृत्तिः अङ्गस्य इत्यस्य अनुवृत्ति अनुवृत्तिसहितसूत्रमस्ति रदि जपोः धातोः अङ्गयोः नुम् अचि। सारांशः अस्ति रद् जप् इति धातोः नुम् आगमः भवति इति। तर्हि अग्रे पठतु। जबि जप् इति अनुबन्धरहितधातुः, रदि जपो रचि इत्यनेन अजादिशप् प्रत्यये परे नुम् आगमः। जम्ब इति अङ्गं, जम्बयोगः ते जम्बति। तर्हि महोदय अत्र वदतु नुम् नुम् इति आगमः कुत्र भवति? नुम् इति आगमः ओहो बकारस्य पूर्वं भवति। केन सूत्रेण एव आगच्छति खलु? केन सूत्रेण? मिदच्योत्यान्त् परः इति सूत्रेण मित् मित् आगमः अन्तिमस्वरस्य अनन्तरम् आगच्छति। तर्हि जभ जब् मध्ये ज अ भ अस्ति खलु, तर्हि अकारस्य अनन्तरम् अकारात् परं अकारात् परम् इम् आगच्छति अत्र जब् अस्ति अथवा रद् अस्ति इति द्वयोः धातोः नुम् आगमः भवति तत्र जम्भ भवति रन्ध भवति कदा यदा अनन्तरम् अजादिप्रत्ययः अस्ति तर्हि महोदय अत्र भवादिगणे अजादिप्रत्ययः कुतः भवति किमर्थं भवति कुत्र अत्र अभ्वादिगणे जब् धातु भवादिगणे अस्ति खलु भवादिगणे अजादिप्रत्यये परे कथम् अस्ति तर्हि जब् योगः शप् शप् मध्ये केवलम् अकारः तिष्ठति खलु तर्हि अकारः अस्ति अजादिप्रत्यये अस्ति अतः रध अतः जभ योगः शप् अत्र जभ योगः अत्र अजादिप्रत्ययः अस्ति अतः जभ मध्ये नुम् आगमः भवति जम्भ इति अंशं प्रत्ययः जम्भ तर्हि जम्भते इति सूत्र पदं भवति जम्भते आत्मनेपदे वा महोदय आत्मनेपदे आम् सत्यम् अग्रे पठतु महोदय अत्र अग्रे नुम् आगमः नाम नकारः जबि जब् उपदेशजननासिके इत् जब् नकारः आयाति जन्ब् रदि जभो रचि इति सूत्रेण जन्ब् जम्ब् इति नच्चपदान्तस्य जलि जलि परे नकारः अनुस्वारः भवति नच्चपदान्तस्य जलि अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वार आदेशो भवति जलि परे जल् प्रत्याहारे वर्गस्य प्रथमः द्वितीयः तृतीयः चतुर्थः च वर्णाः अपि च इष् इष् इस् इह् इति वर्णाः अन्तर्भूताः पदस्य अन्तःपदान्तः न पदान्तः अपदान्तः तस्य अपदान्तस्य नः षष्ट्यन्तं च अव्ययपदम् अपदान्तस्य षष्ट्यन्तं जलि सप्तम्यन्तम् अनेकपदमिदं सूत्रं मोनुस्वारः इत्यस्मात् मह अनुस्वारः इत् अनयोः अनुवृत्तिः तयोर्वावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अपदान्तस्य मह नः च अनुस्वारः जलिसंहितायाम् किं लिखितं न च पदान्तः जलि जलि इत्युक्ते सर्वे व्यञ्जनाः पञ्चमवर्णानां विहाय नास्ति अपि च इस् इष् इस् इह् अन्तर्भूताः वर्णाः अपि आं महोदय तदनन्तरम् इष् इष् इस् ह इति वर्णाः अन्तर्भूताः जलि इत्युक्ते अत्र सारि पदस्य अपदान्तः इत्युक्ते अपदान्तः इत्युक्ते न पदान्तः नः षष्ट्यन्तं च अव्ययम् अपदान्तस्य षष्ट्यन्तं जलि सप्त्यन्तम् अनेकपदं सूत्रम् अत्र मोनुस्वारः इत्यस्मात् मह इति मह नः च अनुस्वारः इति स्वीक्रियते तदनन्तरं संहितायाम् इति पदं तयोर्वावचि संहितायाम् इति सूत्रात् अनुवृत्तिसहितसूत्रम् अस्ति अपतान्तस्य मह नः च अनुस्वारः जलिसंहितायां. जलि परे मह वा नह वा अपदान्ते विद्यमान मह नह अनुस्वारः भवति जलि. सत्यं. तर्हि यदि मकारः नकारः अस्ति यः पदान्ते नास्ति तर्हि तस्य अनुस्वारस्य तस्य झल् प्रत्याहार परे परवर्ण अस्ति चेत् तस्य स्थाने सन्धिविषये अनुस्वारः भवति. तर्हि पश्यतु अत्र नित्यं सूत्रमस्ति, सर्वदा भवति, विकल्पं नास्ति. तर्हि अपदान्त अस्ति चेत् सर्वदा भवति, अनुस्वारः तु भवति एव, तत्र विकल्पः नास्ति. तर्हि महत्त्वपूर्णं सूत्रमस्ति. तर्हि अत्र केवलम् अपदान्ते अस्ति चेत् न भवति. उदाहरणं पदान्ते अस्ति चेत् न भवति. तर्हि उदाहरणमस्ति यत् अहं पाठान् पठामि. तर्हि पाठान् मध्ये नकारः अस्ति, मकारः श्रूयते, तस्य अनन्तरं पकारः अस्ति, झलि अस्ति, परन्तु तत्र नकारस्य स्थाने अनुस्वारः न भवति, यतोहि तत् नकारः पदान्ते अस्ति. तर्हि तत्र तु नकारस्य अनुस्वारः न भवति, अपदान्ते अस्ति चेत् भवति सर्वदा भवति. तदनन्तरं ये अपि पठनीयं वा महोदय? अनुस्वारस्य यै परसवर्णः, तदपि पठतु. अनुस्वारस्य यै परसवर्णः. इदानीं वयं कथं जानीमः मूलप्रत्यय द्रष्टव्यं वा अनुबन्धनलोपानन्तरं किं शिष्यते तत् द्रष्टव्यं वा न? कुत्र सूत्रे इदानीं तु अ कथम् अजादि अस्ति, अ शप् प्रत्ययस्य अ एव अवशिष्यते. तत्तु सर्वदा अनुबन्धलोपानन्तरमेव द्रष्टव्यं खलु. अत्र शप् मध्ये अनुबन्धलोपानन्तरम् अतिष्ठति न? तर्हि अत्र अजादि हलादि किमपि यत् कुत्रापि लिखितमस्ति तत्र सर्वदा अनुबन्धलोपानन्तरं द्रष्टव्यम्. तत्र तुदादिगणे अपि भवति, यतोहि तत्र अतिष्ठति, तत्र अपि अतिष्ठति. तत्र जब् धातु भवादिगणे अस्ति अतः तस्य प्रसक्तिः नास्ति, परन्तु प्रसक्तिः अस्ति चेत् भवति. किन्तु तर्हि प्रश्नः, तर्हि शप् शप् अपि अजादि अस्ति, श अपि अजादि अस्ति, श्यन् न शन् न श अपि अजादि अस्ति. आं सत्यं, तुदादिगणे अपि अजादि अस्ति, ऊ अपि अजादि अस्ति. अस्तु, किन्तु अस्तु, ऊ अजादि अस्ति किन्तु तत् आर्धधातुकः भवति. अत्र प्रसक्तिः नास्ति रधिजपो मध्ये, परन्तु पृथक्तया यदि वयं पश्यामः तत्र अजादि एव अस्ति. अस्तु, किन्तु शप् परे इति किमर्थं न नास्ति? किं नास्ति? शप् अस्ति न, अजादि अस्ति. But why doesn't the sutram just come out and say shap pare? Atra anya api aj pratye bhavitum shaknoti khalu. Atra anya api pratyaha santi ye aj ajadi santi tatra api sutrasya prasakti bhavati kevalam shap iti na. Astu. Itukte tatra अत्र अग्रे अग्रे उदाहरणमस्ति, तत्र वयं पश्यामः. अस्तु, तर्हि पठामि वा महोदय? अनुस्वारस्य यै परसवर्णः, अनुस्वारस्य यै परसवर्णः, अनुस्वारस्य स्थाने परसवर्ण न आदेशो भवति ययि परे परस्य सवर्णः परसवर्णः षष्टितत्पुरुषः अनुस्वारस्य षष्ट्यान्तं ययि सप्तम्यान्तं परसवर्णः प्रथमान्तं त्रिपदमिदं सूत्रम् यै प्रत्याहारे इस् इश् इस् एतान् वर्जयित्वा सर्वे खल्वर्णाः अन्तर्भूताः तयोर्वावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अस्ति अनुस्वारस्य ययि परसवर्णः संहितायाम् इति अनुस्वारस्य ययि पर अनुस्वारस्य स्थाने परसवर्णः आयाति कदा ययि परे ययि इत्युक्ते हयवरटे अत्र य वर्णः तः हल् ययि कपै कपै पर्यन्त ऐ पर्वः वर्जयित्वा सर्वे हलाः आम् आं महोदय सर्वे हल् वर्णः अत्र ययि पदे अनुस्वार अनुस्वरस्य वर्णः अस्ति चेत् तत् परसवर्णः स्वीक्रियते ययि वर्णः अस्ति किल अत्र परसवर्णः इत्युच्यते परसवर्णः स्वीक्रियते अनुस्वरस्य ययि परसवर्णः इत्युक्ते किं तत् अनन्तरम् आयाति किल प्रथमवर्णः अञ्जनम् इत्युक्ते योगः अञ्चलि इत्युक्ते अं योगः अनुस्वारस्य अनन्तरं नाम अनुस्वारस्य परे यय प्रत्याहारस्य वर्णः अस्ति चेत् खलु तर्हि अनुस्वारस्य स्थाने कः वर्णः आगच्छति परे यत् यय वर्णः आगच्छति तस्य अनुस्वारस्य सदृशं वर्णः परसवर्णः इत्युक्ते परस्य सवर्णः तर्हि परे यत् ययवर्णः अस्ति तस्य अनुस्वार अनुस्वारेण सह सवर्णः वर्णः पञ्चमवर्णः तर्हि सवर्णः इत्युक्ते तादृशः वर्णः यत् यस्य स्थानं यद् प्रत्येकवर्णस्य स्थानम् अस्ति खलु उच्चारणस्य अनुस्वारस्य स्थानं नासिका अस्ति नासिका अस्ति अनुस्वारस्य तर्हि तादृशः वर्णः यत् यय वर्णस्य सदृशमस्ति यस्य स्थान उच्चारणस्थानम् अनुस्वारस्य उच्चारणस्थान इव भवति नाम नासिका तर्हि यय प्रत्याहारस्य सदृशं वर्णं यस्य उच्चारणस्थानं नासिका भवति इति तर्हि तत्र वर्गीयव्यञ्जनेषु तस्य अर्थः पञ्चमवर्णः तर्हि यदि कवर्गीय कोऽपि वर्णः परे अस्ति तर्हि कवर्गे कस्य वर्णस्य नासिका इति स्थानमस्ति णकार कखगङ्ग तर्हि चषजन्य अतः महोदय इदानीं यदा जम्भमध्ये रधि जभो रचि इति सूत्रेण नुमागमः भवति ज नभ तर्हि नकारस्य प्रथमं तु अनुस्वारः भवति नश्चापदार्थस्य झलि इति सूत्रेण तदनन्तरं ई परस्य सूत्रेण अनुस्वारः परसवर्णं स्वीक्रियते आदेशः भवति तर्हि अत्र परसवर्णः कः अस्ति अत्र परवर्णः कः अस्ति इत्यस्य म भवति ब इत्यस्य म भवति तर्हि अतः जम्भ जम् योगः जम्ब् भवति जम्ब् योगः शप् जम्ब् जम्ब इति अङ्गं भवति आं महोदय तर्हि अत्रापि पश्यतु अनुस्वारस्य यै परसवर्णः इति अपि किमस्ति इति अपि नित्यसूत्रमस्ति विकल्पेन न भवति तर्हि न न अत्र अपदान्तं किमपि नास्ति अत्र अनुस्वारस्य स्थाने परसवर्णः भवति नित्यमस्ति तर्हि अहं किमर्थं वदामि अत्र ये प्रायः अधुना हिन्दीभाषां जानन्ति यदि तर्हि अत्र उदाहरणमस्ति गङ्गा अस्ति खलु तर्हि हिन्दी हिन्दीभाषायां बहुधा न सामान्यतया जनाः ग अनुस्वारः गा एव लिखन्ति ग अनुस्वार गा अथवा अञ्जलि अस्ति खलु तर्हि एकनिमिषं अङ्गम् किमपि अस्ति हिन्दीभाषायाम् अञ्जलि इति अस्ति तत्र अ अनुस्वारः जलि इति भवति परन्तु संस्कृतभाषायां तादृशं प्रयोगः समीचीनः नास्ति तत्र अनुस्वारः न भवति तत्र अनुस्वारस्य स्थाने पञ्चमवर्णः तु भवति एव नित्यं नित्यं तर्हि गङ्गामध्ये ग अनुस्वार गा इति इति समीचीनं नास्ति ग कवर्गस्य पञ्चमवर्णः गा इति एव करणीयम् अस्तु अवगतं तर्हि अस्तु तर्हि इदानीम् अग्रे महोदय लिखितमस्ति रद् धातु दिवादिगणे रद् धातु दिवादिगणे अतः दिवादित्यकश्यन् इत्यनेन य इति विकरणं य प्रत्यय अजादिः नास्ति अतः सार्वधातुकलकारेषु नुम् आगमो न भवति रध्यति रध्यतो अरध्यत् रध्येत् परन्तु कृत्सु अवसरः प्राप्यते यथा नुवुल् अख इति अजादिः अतः रन्दकः आर्धधातुकलकारेषु अपि प्रसङ्गः यथा लितिररन्द रद् इति धातु दिबादिगणे अस्ति अतः य इति विकरणप्रत्यय य इति अजन्तप्रत्यय नास्ति अतः एतत् सूत्रं नुम् अजादि अचि परे अजादि प्रत्ययः नास्ति अतः नुमागमः न भवति यतोहि यद्यपि नुविल् प्रत्ययः नुविल् प्रत्ययः मध्ये अक इति अजादि अस्ति अतः नुमागमः भवति इति सूत्रेण रन्दकः इति भवति वयं जानीमः खलु नुल् तस्य स्थाने अक् भवति आदेशः भवति केन सूत्रेण अस्माभिः पठितं युवरणाकौ सत्यं युवोरणाकौ युवोरणाकौ इति सूत्रमस्ति अस्माभिः पूर्वं पठितमस्ति तत्र यु यु यु इति अस्ति प्रत्ययः तस्य स्थाने अन् अन् भवति अन् पर वु अस्ति तस्य स्थाने अक् अत्र नुल् मध्ये वु अस्ति खलु अनुबन्धरहित अनुबन्धरहित प्रत्यय वु अस्ति तत्र वु स्थाने अक् भवति इदानीम् अक् अजादि अस्ति खलु अतः रन्धक रन्ध नकारः आगच्छति आम् रन्धक इति रूपं भवति तर्हि अत्र यथा सुमन् महोदया सुमन् महोदयस्य महोदयाः प्रश्नमस्ति खलु केवलं शप् इति किमर्थं न लिखितं तर्हि अन्यप्रत्ययाः अपि सन्ति अत्र प्रसक्तिः भवति उदाहरणमस्ति अत्र नूल् मध्ये अस्ति नल् नूल् मध्ये अक् इति अक् अस्ति लिटि मध्ये अपि ररन्ध इति लिट् लिट् लिट् लकारे अपि ररन्ध भवति तत्रापि अस्तु परन्तु सार्वधातुकलकारेषु अत्र प्रसक्तिः नास्ति रथ मध्ये, यतोहि तत्र दिवादिगणे अस्ति, दिवादिगणे य एव तिष्ठति, य अजादि नास्ति। अस्तु तर्हि इति अवगतं वा सर्वैः? अस्तु तर्हि एतत् सर्वं धात्वादेशस्य भागः अस्ति, धातोः स्थाने किमपि आदेशः भवति अतः धात्वादेशः। तर्हि जब् धातोः जम्भ भवति आदेशः, गम् धातो गच्छ भवति, पा धातो पिब भवति, इति सर्वम् आदेशः अस्ति अतः धात्वादेशः इति उच्यते। अस्तु ते धन्यवादः। प्रकरणमस्ति वा सूत्राणि संख्या जि युवौ सूत्राणि संख्या 711। अस्तु धन्यवादः। धन्यवादः। अस्तु तर्हि अग्रे गच्छामः। इदानीं अरुणा महोदय अस्ति खलु? महोदय अग्रे पठतु। कृप् कृप् दातु क्लप् इति कल्प् कल्प् कल्प् अंशत् कल्प् इति लौकिकधातुः। कृपेश्च अवकल्पने विचारं करोति, चिन्तनं करोति। सूत्रं कृपो रोलः इति सूत्रं। कृपो धातोः रेफस्य लकार आदेशो भवति, रा इति श्रुतिसामान्यं बोधयं बोध्यं। तेन यः केवलो रेफः यश्च ऋकारस्थः तयोः द्वयोः अपि ग्रहणं। लः इत्यपि श्रुतिसामान्यम् एव, अतः आहत्य कृप् धातोः यदा गुण आदेशं कृत्वा रेफो भवति तस्य रेफस्य स्थाने लकार आदेशः, पुनः कृप् धातोः ऋकारस्य यः रेफसदृश अंशः तस्य स्थाने लसदृश अंसादेशो भवति। नाम रुस्थाने लु, सूत्रे कृपो कृपः कृपायोगः उः इति विच्छेदः। कृपा लुप्तषष्टीकं पदम्, उः षष्ट्यन्त्यं, रः षष्ट्यन्त्यं, लः प्रथमान्तम्, अनेकपदमिदं सूत्रं। कृपः इत्यस्य द्विवारम् आवृत्तिः, सूत्र स्वयं सम्पूर्णं कृपः उः कृपः रः लः। अत्र कृप् धातु इति कथं प्रक्रिया विषयं चर्चितवन्तः। कृप अर्थः कृपे कृपा इति स्वार्थम् अवकल्पने सूत्रम् अस्ति कृपो रोलः इति सूत्रेण कृप् धातोः रेफस्य लकार आदेशः भवति। रेफ कथम् आगच्छति, गुण भवति चेत् रुस्थाने आगच्छति, तदनन्तरं रेफ अपि आगच्छति। तदेव रा इति श्रुतिसामान्यम् इति लिखितवन्तः। तेन यः केवलरेफः यश्च ऋकारस्य तयोः द्वयोः अपि ग्रहणं। तत् न अवगतं महोदय, रेफः एव किम्? तर्हि रेफ रेफ वस्तुतः तस्य अर्थः अस्ति रकार, र इति व्यञ्जनं। तर्हि अत्र सूत्रं वदति कृपो रोलः, अत्र रेफस्य स्थाने लकारः भवति, रेफस्य स्थाने लकारः भवति इति अस्ति। परन्तु अत्र र इति केवलं र इति न, परन्तु र इति र यस्य वर्णस्य ध्वनि र इव अस्ति तस्य अपि ग्रहणं करणीयं। तर्हि न केवलं रेफ अर्थ न केवलं रकारः, परन्तु सः अपि वर्णः यस्य श्रुतिः नाम यस्य ध्वनिः र इव भवति, अतः कृप् मध्ये न केवलं रकारः अपि तु ऋकारः इति स्वरस्य अपि ग्रहणम् इति अस्ति. तर्हि तयोः स्थाने अथवा रेफस्य अथवा ऋकारस्य स्थाने लकारः आगच्छति. लकारः अपि केवलं ल इति न, अपि तु सः वर्णः यस्य ध्वनिः अथवा यस्य श्रुति लकारः इव भवति. तर्हि न केवलं लकारः वर्णः अपि तु लृ इति स्वरः अपि भवति, स्वरस्य अपि ग्रहणं करणीयं. तर्हि आहत्य कृप् धातु अस्ति चेत् तस्य कृप् धातु मध्ये यदि रकारः आगच्छति, र इति व्यञ्जनम् आगच्छति, तर्हि तस्य स्थाने ल इति व्यञ्जनं भवति. यदि रि इति स्वरः आगच्छति तर्हि तस्य स्थाने लृ इति भवति, लृ इति भवति लृ. तर्हि अत्र यदि वयं पठामः कृपोरोलः कृपोरोलः, तस्य कृपः उः इति अस्ति, कृपो मध्ये कृपः उः अस्ति, कृपः उः कृपः रः लः इति भवति. तर्हि उः इत्युक्ते किं महोदय? नावगतं ऋकारस्य षष्ठ्यन्तम् यथा यथा पितृ अस्ति खलु, पितृ तस्य षष्ठी किमस्ति? पितुः. तथैव ऋकारस्य षष्ठिः अस्ति उः. तर्हि कृपो कृपो मध्ये कृप उ इति अस्ति, नाम कृपः उः, कृपः उः कृपः रः, नाम कृप् धातु मध्ये ऋकारः अस्ति अथवा कृपधातु मध्ये रेफः अस्ति, तयोः स्थाने नाम ऋकारस्य स्थाने अथवा रेफस्य स्थाने लः, लः इत्युक्ते ल सदेश यस्य ध्वनिः अस्ति सः. तर्हि ऋ इति स्वरः अस्ति चेत् तस्य स्थाने लृ इति स्वरः, रेफः अस्ति चेत् तस्य स्थाने ल इति भवति, सर्वदा भवति, तत्र किमपि निमित्तं नास्ति, सर्वदा भवति. धन्यवादः. तर्हि सर्वदा सर्वदा किमपि किमपि निमित्तं भवतु, सर्वदा ऋकारस्य कृप् धातु मध्ये यदि ऋकारः अस्ति तस्य ऋकारः भवति, तत्र लकारः रेफः अस्ति तस्य लकारः. तर्हि महोदय अग्रे पठतु, यत्र कृप् धातोः उपधाया. यत् कृप् धातोः उपधायाः गुणः भवति तत्र रेफस्य स्थाने लकार आदेशः, अतः कल्प् इति धन्यवादः. यत् कृप् धातोः उपधायाः गुणः भवति कर्प् तत्र रेफस्य स्थाने लकार आदेशः, अतः कल्प् इति फलम्. यत्र उपधागुण न भवति तत्र कृप् इत्यस्य ऋकारस्य स्थाने ऋकार आदेशः, अतः कृप् इति खल् फलं. जानामि. अवगतं भवति. तदेव प्रायः प्रायः सर्वैः श्रुतमस्ति खलु, कल्पना इति नाम अस्ति खलु, बालिकायाः नाम अस्ति कल्पना, तत्र कृप् इति कृप् इति धातुतः आगच्छति. आम् आम्. कृप् धातौ कल्पते इति भवति. तर्हि नाम अपि अस्ति कल्पना. अहं किमर्थं वदामि, यत् अस्माभिः यत् सामान्यतया यत् शब्दः अस्माभिः श्रुतः अस्ति, तद् वस्तुतः अत्र कल्पना इति अस्माभिः श्रुतमस्ति खलु. कल्पना बहु बहु श्रुतं नाम अस्ति. कल्पना चावला इति किमपि अस्ति अस्ति तत्र कल्पना इति कल्पना यदस्ति तत् तस्य कृप् इति धातुतः आगच्छति, त तस्य कृपो रोलः इति सूत्रेण ऋकारस्य स्थाने लकारः भवति, अतः कल्पना भवति. अस्तु, चिन्तनं करोति. महोदय, रिवर्स् सूत्रमपि अस्ति वा? न, कुत्रापि लकारस्य स्थाने नो चेत् ऋकारस्य स्थाने? अहं तु न जानामि. अस्तु, तर्हि इदानीम् अग्रे को अस्ति? धन्यवादः महोदय. सुमित्रा महोदय अस्ति खलु? अस्मि. तर्हि अत्र कल्पते इति करोतु. एकनिमिषम्. अस्तु, कल्पते कृप् योगः, शप् योगः, ते इति अस्ति. प्रथमं तु पुगन्तलघुपदस्य च इत्यनेन पुगन्त अङ्गः अस्ति चेत् गुणादेशः भवति अत्र. लघुपदगुणः अत्र मुद्रणदोषमस्ति वा महोदय? कल्पयोगः इति किमपि दृश्यते? डेश् इत्युक्ते रेफ, डेश् इत्युक्ते रेफ, कर्प. अस्तु, कर्पयोगः अयोगः ते. कृपो रो लः इत्यनेन रेपस्य स्थाने लकारादेशः भवति, अतः कल्पयोगः. अस्तु, रेपस्य स्थाने लकारादेशः. कल्पयोगः अयोगः ते, कल्प इति अङ्गं, लटि कल्पते इति भवति. सत्यं. तर्हि कृप् योगः, शप् योगः, ते. अत्र ऋकारः अस्ति खलु, ह्रस्वऋकारः अस्ति उपधायाम्, अतः पुगन्तलघुपदस्य च इति सूत्रेण प्रथमम् उपधायाः गुणः भवति, ऋस्थाने अर् इति भवति, तर्हि कर्प् इति भवति. तदनन्तरं कृपो गुरोलः इति सूत्रेण कृप् धातुमध्ये यत्र रकारः अस्ति अथवा तत्र रेफः अस्ति, तस्य स्थाने र इति श्रुतिसामान्यं वर्णः आगच्छति. तर्हि अत्र रेफः अस्ति, अतः तस्य स्थाने लकारः आगच्छति. तत्र कल्प इति भवति, कल्पते इति अङ्गम्. तर्हि सुमित्रा महोदय, महत् प्रश्नः अस्ति, अत्र कृप् मध्ये यत्र ऋकारः अस्ति, रु यत्र अस्ति, कृप् योगः, शप् योगः, ते, अत्र पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः अपि साक्षात् अस्ति. कृपो रोलः, तस्य अपि प्रसक्तिः अस्ति. तर्हि कथं जानीमः कस्य कार्यं प्रथमं करणीयम्? पुनः प्रश्नः एकवारं. कृप् योगः, शप् योगः, ते, अत्र कृप् धातुः अस्ति खलु? आम्, कृप् इति अस्ति. तर्हि अत्र पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः अस्ति, यतोहि अत्र ह्रस्वऋकारः अस्ति खलु उपधायाम्. अत्र अपि कृपोरोलः इति सूत्रम् अस्ति. एकनिमिषः, सुमित्रा महोदय चिन्तयति, अन्य कोऽपि इदानीम् आवदतु. कृपोरोलः इति सूत्रस्य अपि प्रसक्तिः अस्ति, यतोहि कृप् धातुमध्ये ऋ अस्ति, तस्य स्थाने लृ भवितुं शक्नोति. तर्हि कथं जानीमः पूर्वत्र सिद्ध तत्र पुगन्तलघुपदस्य च इति सूत्रस्य कार्यं प्रथमं भवति? प्रश्नम् आगच्छति वा? न महोदय, किमर्थं पुगन्तलघुपदस्य च इत्यस्य प्रसक्तिः अस्ति इति पृच्छति वा? न, अहं कृप् धातु अस्ति, अत्र कृप् योगः, शप् योगः, ते, अत्र पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः अस्ति खलु? यतोहि कृप् मध्ये ऋ अस्ति खलु उपधायां, ह्रस्वऋकारः अस्ति. अत्र यथा कृप् योगः, शप् योगः, ते, अस्मिन् अस्याम् अवस्थायां कृपो रोलः इति सूत्रस्य प्रसक्तिः अस्ति न वा? कृप् धातुः पृच्छति. अहं वदामि वा? एकनिमिषः सुमित्रा महोदय, अत्र कृप् मध्ये कृप् धातु मध्ये विकारः अस्ति. अस्माभिः कृपो रोलः इति सूत्रे अस्माभिः पठितं यत् ऋकारः अस्ति चेत् तस्य स्थाने लृ इति आगच्छति खलु. तर्हि कृपो रोलः इति सूत्रस्यपि प्रसक्तिः अस्ति अत्र, अस्ति खलु. कृप् धातु यत्र अस्ति शप् शप् कृप् योगः शप् कृप् मध्ये कृपो रोलः इति सूत्रस्य प्रसक्तिः अस्ति खलु. यत्र ऋकारः अस्ति तस्य स्थाने लृ भवितुं शक्नोति. कृप् साक्षात् कृपो रोलः इति किमर्थं पुगन्तलघुपदस्य च तस्य कार्यं प्रथमं भवति इति मम प्रश्नः अस्ति. महोदय कृपो कृपो रोलः इति सूत्रसङ्ख्या का अस्ति? कृपोरोलः इति सूत्रस्य सूत्रसङ्ख्या का? अत्र लिखितमस्ति खलु. आं महोदय, किमपि स्क्रीन् सम्यक् नास्ति. खलु अष्टमाध्यायस्य द्वितीयपादस्य अष्टविंशतितमः सूत्रं खलु. 8 to 18. तर्हि 8 to इति यथा 8 to अस्ति तर्हि कुत्र अस्ति? सपाद्यम् अस्ति वा अथवा त्रिपाद्यम् अस्ति? पूर्वत्र सिद्धम् त्रिपाद्यमस्ति. त्रिपाद्यमस्ति खलु, अतः पूर्वत्र सिद्धं कार्यं करोति. अतः पुगन्तलघुपदस्य च प्रथमम् अनन्तरमेव तस्य न तस्य कृते कृपोरोलः नास्ति एव. हां, तस्य कृते कृपोरोलः नास्ति, अतः प्रथमं पुगन्तलघुपदस्य करोति, तदनन्तरं कृपोलोः कार्यं भवति. यदा कर्प् इति आगच्छति अनन्तरं कृपोरोलः. यतोहि पुगन्तलघुपदस्य च इति सूत्रं सपाद्यमस्ति, तस्य कृते कृपोरोलः इति असिद्धमस्ति. त्रिपाद्यमस्ति इति असिद्धमस्ति, अतः पुगन्तलघुपदस्य च एव कार्यं भवति. तदनन्तरं कृपोरोलः आगच्छति कल्प इति भवति. अवगच्छति वा? अस्तु, अग्रे लिट्लकारे पठतु. लिट् लकारे गुणनिषेधत्वात् ऋकारस्य उदाहरणं लिटि चक्लृपे कृप् योगः ए द्वित्वम् अभ्यासकार्यं च चकृप् योगः ए कृपो रो लः इत्यनेन ऋकारस्य स्थाने लृकारादेशः चक्लृप् योगः ए चक्लृपे. तर्हि लिट् मध्ये अपि तस्य प्रसक्तिः, लिट् मध्ये गुणकार्यं नास्ति अतः कर्प इति न भवति, कृप् एव तिष्ठति. तत्रापि ऋकारस्य स्थाने ऋकारः आगत्य क्लृप् चक्लृप् इति भवति. तर्हि कुत्रापि भवतु ऋकारस्य स्थाने लृ, रेफस्य स्थाने र इति भवति. निमित्तं किमपि भवतु, सर्वदा भवतु. तर्हि अग्रे पठतु, इदानीं मुख्यबिन्दुः अस्ति. प्रश्नः उदेति यदि रेफस्य स्थाने लकारस्तु भवति एव तर्हि किमर्थं मूलधातौ उपदेशावस्थायां क्लृप् न स्यात्? उत्तरम् अस्ति यत् वेदे तस्य ऋकारस्य महत्त्वं वर्तते. वेदे उच्चारणार्थं प्रत्येकं स्वरस्य विशिष्टम् इङ्गितम्, अतः वेदे अयं धातुः ऋदुपदधातुः भवेत्. अस्माकं प्रश्नः उदेति यत् रेपस्य स्थाने लकारः भवति इति, तर्हि किमर्थं मूलधातोः कृते क्लृप् इति न स्यात्? किमर्थं कृप् एव न चक्लृप् इति खलु मूलधातोः? चक्लृप् न क्लृप्, क्लृप् क्रिप् क्रिप् स्थाने सर्वदा यदि रेफस्य स्थाने ल भवति एव, तर्हि किमर्थं मूलधातु उपदेश अवस्थायामेव क्लृप् न भवति? वेदे एव तस्य महत्वम् अस्ति, अतः वेद वेद उदाहरणार्थं प्रत्येकस्वरस्य वैशिष्ट्यमस्ति अत्र, अतः वेदे अयं धातुः ऋद्धुपद ऋकारस्य सहितधातुः इति भवति. सत्यं, तर्हि वेदे तत्र वेदे यत् ऋकारः अस्ति तस्य महत्त्वम् अस्ति, परन्तु लौकिकभाषायां तत्र ऋकारस्य स्थाने सर्वदा लकारः भवति. तर्हि लौकिकभाषायां कृते, केवलं लौकिकभाषायां कृते धातुः कृप् नास्ति अपि तु क्लृप् अस्ति इति वयं चिन्तयितुं शक्नुमः. चिन्तयितुं शक्नुमः, परन्तु वेदेषु तत्र तस्य महत्त्वम् अस्ति. कृप् तर्हि इति अस्ति, तर्हि कृप् धातोः स्थाने क्लृप् इति भवति. कर्प् अस्ति चेत् कल्प भवति सर्वदा इति धात्वादेशः अस्ति. अस्तु, धन्यवादः महोदय. धन्यवादः. ये अग्रे रघुवीरमहोदय अस्ति खलु, रघुवीरानन्दमहोदय. आम, तर्हि पठतु इदानीम् उपदेशे षश्च सज्ज. महोदय अतश्च महोदय किम् उपदेशे षज्ज सज्ज इति? यम् महोदय, उपदेशे षज्ज षज्ज सज्ज. षज्ज धातुवादेः शः सः, षष्ठमाध्याये प्रथमपादे चतुष्षष्टिः सूत्रम् उपदेशे अजुनासिक इत् इति सूत्रे सज्ज. महोदय पठतु सूत्रं, पठतु धात्वादेशे. सूत्रं तु धात्वादेः शः सः. मूलधातोः आदौ शकारः अस्ति चेत् शकारस्य स्थाने सकारादेशः भवति. धातोः आदिः धात्वादिः षष्टि तत्पुरुषः, तस्य धात्वादेः. धात्वादेः षष्ट्यन्तं शः, षष्ट्यन्तं सः, प्रथमान्तं त्रिपदम् इदं सूत्रम्. आदेच् उपदेशे इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः. अनुवृत्सेतसूत्रं धात्वादेः शः सः उपदेशे. महोदय उपदेश रूपे यदा धातुः अस्ति तदा किं भवति इति, शकारः स्थाने सकारः आदेशः भवति इति कथम् इत्युक्ते धात्वादेः शः सः इति सूत्रेण. सूत्रं वदति मूलधातु यदस्ति तत् तस्य आदौ शकारः अस्ति चेत् तर्हि शकारस्य स्थाने सकारः आदेशः भवति. सत्यं, तर्हि षज मध्ये, षज मध्ये उपदेश अवस्थायां शकारः अस्ति खलु? आं महोदय. अतः तस्य स्थाने सकारः भवति षज. अवगच्छति वा? आं महोदय. तर्हि षश्च भवति. महोदय अन्तिम अकारस्य लोपः कथं भवति? उपदेशे अजनुनासिक इति अनुनासिक अच् अस्ति चेत् तस्य लोपः भवति. अकारः षश्च इति अकारः अन्तिम तत् अनुनासिक इति अस्ति इति अहं चिन्तयामि. अतः षश्च सज्ज इति धातु भवति. अस्तु, अग्रे अग्रे सज्ज इति स्तोश्चुनाश्चुः इत्यनेन स्तुत्वं भवति सज्ज षष्ज षष्ज तदनन्तरं झलां झषि झष् झषि इति सूत्रेण झष्त्वं भवति सज्ज सज्ज योगः शप् तर्हि सज्ज इति अङ्गं भविष्यति शकारः पकारः लोपः भवति अकारः ओ अनन्तरम् अङ्गः इति अङ्गं सज्ज योगः ति अथवा ते सज्जति अथवा सज्जते महोदय सज्ज इति स्तोश्चुनाश्चुः इति सन्धिसूत्रेण स्तुत्वं भवति महोदय तर्हि तत्र सकारः मध्यमं यः सकारः अस्ति तस्य स्थाने शकारः आदेशः भवति रूपं भवति षष्ज तालव्यशकारः षष्ज तदनन्तरं झलां झष्झषि इति सूत्रं कार्यं करोति नित्यसूत्रं तत् झष्त्वं भवति चेत् तर्हि सज्ज इति भवति सत्यं महोदय सज्ज योगः विवक्षा अस्ति तत्र लटि प्रथमपुरुषे एकवचने अस्ति किमपि अस्ति चेत् तर्हि प्रथमं विकरणप्रत्ययः अस्ति भ्वादिगणे शप् सज्ज योगः शप् शकारः पकारः लोपं भूत्वा अकारः एव अवशिष्यते सज्ज इति अङ्गं भविष्यति तिप् तर्हि सज्जयोगः ति योगः ते इति सज्जति सज्जते इति अन्तिमरूपं निष्पद्यते तर्हि झलां झषि पठतु झलां झष् झषि इति सूत्रं झलां स्थाने झष् आदेशः भवति झषि परे स्थानेन्तरतमः इत्यनेन झष् वर्णेषु वर्णनिर्धारणं झलां षष्ट्यन्तं झषः प्रथमान्तं झषि सप्तम्यन्तं त्रिपदमिदं सूत्रं झष् प्रत्याहारे वर्गाणां तृतीय वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः तयोर्यवचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनूत्तसहितसूत्रमस्ति झलां झष् झषि संहितायां महोदय तत्र झलां झष् झषि इति सन्धिसूत्रमस्ति महोदय वर्णः तत्र झल् वर्णः स्थाने यदि झष् परनिमित्तमस्ति झष् तर्हि झल् स्थाने प्रथमं महोदय प्रथमं तु अत्र त्रयः प्रत्याहाराः सन्ति झल् झष् झष् अत्र प्रत्येकप्रत्याहारे के के वर्णाः आगच्छन्ति एकवारं वदतु महोदय झष् अस्ति चेत् झल् झल् झल् झल् झल् मध्ये के के वर्णाः आगच्छन्ति झल् झल् मध्ये महोदय चतुर्थ तृतीय द्वितीय प्रथम अपि शशसर हल् हो एते सर्वे आगच्छन्ति नाम य व र पञ्चम वर्णा अनुनासिका एतान् विहाय एतान् विहाय सर्वे व्यञ्जन सर्वाणि व्यञ्जनानि झष् इति केवल आं महोदय वर्गाणां तृतीय वर्णाः एव महोदय झष् प्रत्याहारस्थवर्णाः अन्तर्भूताः झष् इति मध्ये किम् आगच्छति झष् झष् महोदय झभै घडधश् झष् भवति महोदय तर्हि के के वर्णाः तृतीय चतुर्थ वर्णाः वर्गाणां तर्हि झल् झल् वर्णस्य अनन्तरं यदि वर्गस्य तृतीय अथवा चतुर्थवर्णः अस्ति तर्हि तत् तस्य झल् वर्णस्य स्थाने तस्य एव वर्गस्य वर्गस्य तृतीयवर्णः आगच्छति आगच्छति तर्हि झल् वर्णस्य स्थाने झल् झल् अस्ति वर्णः तस्य अनन्तरं वर्गस्य तृतीयचतुर्थवर्णः अस्ति चेत् तस्य झल् वर्णस्य स्थाने तस्य एव वर्गस्य अथवा तस्य एव सदृश यत् तृतीयवर्णः अस्ति तत् आगच्छति तर्हि महोदय अत्र मम वदतु मां वदतु सस् ज अस्ति खलु सस् ज स ष ज आं महोदय अत्र अत्र शकारः झलाम् अस्ति वा अस्ति महोदय जकारः यत् अनन्तरम् अस्ति तत् झष् झषि अस्ति वा आं महोदय अस्ति अतः शकारस्य स्थाने तृतीयवर्णः आगच्छति यत् जश् प्रत्याहारे अस्ति खलु सत्यं महोदय तर्हि शकारस्य शकारं सदृशं तृतीयवर्णः कः अस्ति महोदय किमस्ति शकारः शकारः हा किमर्थम् शकारः तु वर्गीयव्यञ्जनं नास्ति खलु महोदय तर्हि कथं भवान् जानाति यत् शकारस्य जकारः भवति इचु इचु यशानां तालु अतः स्थानान्तरतमः सामान्य अन्तरतमः अस्ति महोदय तर्हि शकारस्य स्थानं किम् शकारस्य स्थानं तालु महोदय तालु तर्हि वर्गीय ये वर्गीयाः सन्ति वर्गीयव्यञ्जनाः सन्ति कस्य वर्गस्य स्थानं तालु चवर्ग अतः शकारस्य स्थानः तालु अस्ति अतः तादृशं वर्गीयतृतीयव्यञ्जनं यत् जश् प्रत्याहारे आगच्छति यस्य अपि स्थानं तालु इति खलु यशानां तालु अतः जकारः भवति इति वार्ता अस्ति तर्हि शकारस्य स्थाने जश् प्रत्याहारस्य सः वर्णः आगच्छति यस्य उच्चारणस्थान अपि शकारस्य उच्चारणस्थान इव तालुः अस्ति तर्हि सः वर्णः केवलम् एकः वर्णः जकारः अतः शकारस्य स्थाने जकारः भवति सज्ज इति भवति सर्वे अवगच्छन्ति वा तर्हि महोदय कवर्गस्य स्थानं किं अकुह विसर्जनीयानां कण्ठः महोदय कण्ठः तर्हि कवर्गस्य स्थानं कण्ठ चवर्गस्य स्थानं किं तालु तालु इत्येषानां तालु टवर्गस्य ऋटुरसानां मूर्धा मूर्धा टवर्गस्य लुतुलसानां दन्ताः दन्ता पवर्गस्य उपूपद्मानीयानाम् ओष्ठौ शकारस्य ओष्ठौ शकारस्य शकारस्य तु मूर्धा महोदय मूर्धनि शकारः अत्र अत्र अत्र अत्र शकारः यदस्ति उपदेश तालु तदनन्तरं श यदस्ति उत्कृष्ट अत्र शकारः अस्ति उत्कृष्टमध्ये तस्य स्थानं किं मूर्धा मूर्धा सकारस्य स्थानं किं दन्ताः दन्ता दन्त वकारस्य दन्ते अपि खलु ओष्ठे अपि अस्ति दन्त अपि अस्ति तर्हि अत्र प्रश्नः दन्तोष्ठौ तर्हि अत्र प्रश्नः तत्र अत्र षकारस्य स्थानात् तालु अस्ति अतः जकारः आगच्छति इति एव अहं वक्तुं इच्छामि. अस्तु तर्हि सज्ज इति भवति. सर्वे आगच्छन्ति वा? आम् महोदय. किमर्थम् एतत्तु प्राकृतिककार्यम् अस्ति खलु, एतत्तु अत्र दात्वादेशः किमपि नास्ति खलु, षकारस्य स्थाने सकारः भवति खलु, आदेशः अस्ति सर्वत्र भवति खलु. अत्र किमर्थम् अत्र वयं पठितवन्तः पूर्वं नत्वं सत्वम् इति दात्वा सम्यक् प्राकृतिककार्यम् इति तत्र, परन्तु आदेशः नास्ति इति आदेशः एव अस्ति खलु. नास्ति आमाम् अतः अन्यैव नास्ति, अन्यैव नास्ति, अन्यत्र किमपि विशेषं नास्ति. सम्यक् निमित्तं नास्ति अत्र, निमित्तं नास्ति. अस्तु सत्यं. तर्हि तुदादिगणे अत्र लज्ज अस्ति धातु लज्ज, तत्रापि लज्जते भवति. मज्ज अस्ति तत्रापि मज्जति भवति. भ्रज्ज अस्ति तत्रापि भ्रज्जति अथवा भृज्यते भवति अस्ति. तर्हि लज्ज स्थाने लज्ज, मज्ज स्थाने मज्ज, भ्रज्ज स्थाने भृज्य, षज्ज स्थाने सज्ज इति भवति. अस्तु तर्हि सर्वे अवगच्छन्ति वा? अस्तु तर्हि अग्रे गच्छामः. अग्रे गच्छामः. इदानीं जी अभी को अस्ति, सुम को अस्ति, इदानीं सुमन महोदय अस्ति खलु. आं महोदय. अष्टिव क्लम चम. अस्तु एकनिमिष. तत्र स्वज् अस्ति चेत् स्वञ्ज् अस्ति चेत् तत् स्वज् भवति खलु. तत्र तद् भिन्नमस्ति, तत् सञ्ज अस्ति. सञ्ज सज्ज भवति, अत्र सज्ज भवति. भिन्नमस्ति. किञ्चित् भ्रमः. क्षम्यताम्. इदानीं ष्टिव् क्लम् चम् एषां दीर्घत्वं क्षितिपरे. ष्टिवु अस्ति औपदेशिक रूपं, तत्र उकारस्य अनुनासिक उकारस्य इत्संज्ञा अपि च लोपः भवति. ष्टिव् तिष्ठति. ष्टिव् निरसने टु एक्स्पेक्ट् रेट् ओके स्पिट् औट् अस्ति. अस्तु क्लमु अपि तत्र एव उकारस्य इत्संज्ञा लोपः भवति, क्लम् भवति तत्र. क्लमु ग्लानौ श्रान्तः भवति. अस्तु आडः चमु उक्षमितम् अस्ति. आङ्गः चमु चमु तत्र अपि चमु पदस्य अपि उकार इत्संज्ञा लोपः. किमर्थं चम् भवति? उपसर्गः अस्ति, अग्रे अग्रे आगच्छति. उपसर्गः अस्ति तत्र. आङ्गः अस्ति इदानीम् अहं किञ्चित् न तद् तद् न पठतु, न तत् तत् तत् त्यजतु, सूत्रं पठतु. अस्तु ष्टिवु क्लमु चमां शिति. ष्टिव् क्लम् चम् एषां धातुरूपी अङ्गानाम् अचः दीर्घत्वं शिति प्रत्यये परे. सम्पूर्ण पठामि वा? नूतनमस्ति, सम्पूर्णं पठतु. अस्तु एकनिमिषम् अहं प्रथमं वाक्यं पुनः पठामि. ष्टेव् क्लम् चम् एषां धातुरूपी अङ्गानां अचः दीर्घत्वं शिति प्रत्यय परे अस्तु. स्तिवुश्च क्लमश्च चं च तेषाम् इतरेतरद्वन्द्वः ष्टिवु क्लमु चमः तेषां ष्टिवु क्लमु चमाम् अस्ति षष्ट्यन्तं रूपम् अस्ति. शिति सप्तम्यन्तं द्विपदं सूत्रम् शमामष्टानां दीर्घः श्यनि इत्यस्य दीर्घः इत्यस्य अनु इत्यस्मा क्षम्यतां दीर्घः इत्यस्य अनुवृत्तिः अचश्च इति परिभाषासूत्रेण यत्र यत्र ह्रस्वः दीर्घः प्लुतः च विधीयन्ते तत्र तत्र अचः इति षष्ट्यन्तं पदम् आगत्य उपस्थितं भवति अस्तु. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अस्ति. ष्टिवु क्लमु चमाम् अङ्गस्य अचः दीर्घः शिति अस्तु. एतत् सूत्रं वदति एतानि त्रीणि क्षम्यताम् एते त्रयः धातवः सन्ति चेत् तत्र अचस्य यत्र क्षम्यतां यत् किमपि यः किमपि अच् वर्णः अस्ति तस्य दीर्घत्वं भवति. षित् प्रत्यय परे अस्ति चेत् तर्हि षित् प्रत्ययः परे अस्ति चेत् ष्टिव् धातु क्लम् धातु चम् धातु तस्य स्वरस्य दीर्घत्वं भवति. तर्हि ष्टिव् भवति क्लाम् भवति चाम् भवति. अस्तु मम एकः प्रश्नः अस्ति. सूत्रे ष्टिवु अस्ति क्लमु अस्ति किन्तु चम् एव अस्ति. उच्चारण कारणं किम्? छन्दम् अस्तु छन्दं नो चेत् तर्हि अत्र प्रश्नः उदेति यत् दीर्घः इति लिखितमस्ति खलु अनुवृत्ति. तर्हि कथं जानीमः कस्य दीर्घं भवति? आम् अत्र अस्ति खलु एकं परिभाषासूत्रम् अस्ति अचश्च. एतत् सूत्रं वदति कुत्रापि एतानि पदानि सन्ति ह्रस्वः दीर्घः प्लुतः तत्र अचः इत्युक्ते अच् पद पदस्य षष्ट्यन्तम् किमपि दोषं कृतम् न अच् अच् अच् वर्णस्य अच् वर्णः अचः इति आगच्छति. तत्र परिभाषासूत्रम् इति अस्ति खलु. यतोहि ह्रस्व दीर्घ प्लुत अस्ति चेत् अन्य किमपि न भवितुं शक्नोति स्वरः. अतः इदानीम् अच् तस्य षष्ट्यन्तम् अचः सूत्रे आगच्छति. तर्हि अत्र तर्हि अत्र वस्तुतः लिखितं नास्ति तस्य दीर्घत्वं भवति परन्तु अचश्च इति परिभाषासूत्रेण वयं ज्ञातुं शक्नुमः यत् अच् वर्णस्य दीर्घत्वं भवति. तर्हि ष्टिव् मध्ये अच् वर्णः अस्ति इकारः अतः इकारस्य दीर्घत्वं. क्लम् मध्ये अकारः अस्ति अतः अकारस्य दीर्घत्वं. चम् मध्ये अकारः अस्ति अत्र अकारस्य दीर्घत्वं. तर्हि इदानीं समयः समाप्तमस्ति परन्तु अग्रे अत्र उदाहरणमस्ति खलु अत्र अधोभागे उदाहरणम् अस्ति क्लमु तत्र क्लम् भवति क्लम् योगः शप् तत्र क्लामति इति भवति क्लामति स्टीवति किन्तु तत्र आङ्गः चमुक् किम् अस्ति महोदय तत्र वयम् अग्रिमसप्ताहे पठामः तत्र केवलम् आ उत्सर्गः अस्ति चेदेव चकारस्य तत्र दीर्घत्वं भवति इति वार्तिकम् अस्ति अस्तु आङ्ग् आ उपसर्ग किम् आम् आङ्ग् इति आ उपसर्ग अस्तु आङ्ग् तत्र षष्ट्यन्तम् अस्तु तर्हि इदानीं विरमामः प्रश्नः अस्ति वा कस्यापि अस्तु तर्हि इदानीं विरमामः धन्यवादः सर्वेषां धन्यवादः मीना महोदय भवत्या प्रश्नः अस्ति खलु क्षम्यतां किमपि अस्ति पूर्वे वर्गस्य पूर्वं पूर्वमासीत् भवती किमपि पृच्छति खलु गतरविवासरे किम् अभवत् गतरविवासरे किम् अभवत् किमपि वर्गे किं बहु एको भवति किं किं पृच्छति पुनः पृच्छतु गतवर्गे स्तिपः यङ्लुकि उदाहरणं सम्प्रसारणं तत्र एव स्थापितम् इदानीम् अस्मिन् वर्गे दंशसञ्चस्वांशपि तत्र आरम्भं कृतं लेफ्ट् औट् किमर्थम् इति एव मम प्रश्नः तत्तु अभवत् खलु गतरविवासरे किं पृच्छति न यङ्ग्लुक अभवत् खलु तत्र अभवत् तत्र गतरविवासरे यङ्ग्लुक् तत् प्रसङ्गं सम्पूर्णतया समाप्तम् अतः नूतनविषय दंशसञ्ज क्षम्यतां महोदय अस्तु तर्हि विरमामः धन्यवादः धन्यवादः.